अथ सप्तदशोऽध्यायः अर्जुन उवाच ये शास्त्रविधिमुत्सृज्य यजन्ते श्रद्धयान्वितः तेषाम् निष्ठा तु का कृष्ण सत्त्वमाहोरजस्तमः श्रीभगवानुवाच त्रिविधा भवति श्रद्धा देहीनाम् सा स्वभावजा सात्विकी राजसी चैव तामसी चेति तम् शृणु सत्त्वानुरूप सर्वस्य श्रद्धा भवति भारत श्रद्धा मयोऽयम् पुरुषो यो यच्छ्रद्धा स एव सः यजन्ते सात्विका देवान् यक्ष रक्षांसि राजसः प्रेतान् भूतगणान् शन्ये यजन्ते तामसा जनः अशास्त्रविहितम् घोरम् तप्यन्ते ये तपो जनः दम्भाहङ्कार संयुक्तः कामराग बलान्वितः कर्षयन्तः शरीरस्थम् भूतग्रामामचेतसः माम् चैवन्तः शरीरस्थम् तान् विद्यासुरनिश्चयान् आहारस्त्वापि सर्वस्य त्रिविधो भवति प्रियः यज्ञस्तपस्तथा दानम् तेषाम् वेदमिमम् शृणु आयुः सत्त्वबलारोग्य सुखप्रीतिविवर्धनः रस्य स्निग्ध स्थिर हृदय आहारः सात्विका प्रियः कट्वम् लवणात्युष्ण तीक्ष्ण रुक्षाविदाहिनः आहारा राजस श्रेष्ठा दुःख शोकामय प्रदः यातयामम् गतरसम् भूति पर्युषितम् च यत् उचिष्टमपि च मेध्यम् भोजनम् तामस प्रियम्